शान्तिः। ॐ श्रीगणेशाय नमः। ॐ श्रीसरस्वत्यै नमः। ॐ श्रीगुरुभ्यो नमः। एनाक्षरसमाम्नायम् अधिगम्य महेश्वरात् प्रश्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः। वाक्यकारं वररुचिं भाष्यकारं पतञ्जलिं पाणिनिं सूत्रकारं च प्रणतिमित्रयम्। सुप्रभातं, स्वागतम्। प्रश्नाः सन्ति? कोऽपि किमपि न वदति, अतः प्रश्नाः न सन्ति इति अहं चिन्तयामि। ओके, अद्य नूतनकरपत्रस्य आरम्भं कर्तव्यं वा पुरातनकरपत्रे किमपि अवशिष्टमस्ति? अरे, कोऽपि किमपि वदतु। हलो, नमस्ते भगिनि। हलो, नमस्ते भगिनि। नूतनकरपत्रम् आरभ्यं करणीयं, तत् पूर्वस्य करपत्रस्य किमपि समस्या? कम्प्लीट् कृतवन्तः, कम्प्लीट् कृतं, परन्तु किमपि प्रश्नः अस्ति चेत् तदेव अहं पृच्छामि। वदतु, कः का वदति? नूतनकरपत्रम् आरम्भवतु भगिनि। हा, अस्तु भगिनि। तत्र किं धातु किमासीत् एतस्य नाम? धातुविज्ञानं प्रथमकरपत्रे केवलं पुनरभ्यासम् अभवत्, तस्य इत्संज्ञाप्रकरणस्य पुनरभ्यासम् अभवत्। ओके, तावदेव। अनन्तरं तु अत्र अहं चिन्तयामि, वारं वारं वयम् एतत्तु कृतवन्तः, अभ्यासरूपेण यत्किमपि दत्तं तदपि वयं दृष्टवन्तः, पठितवन्तः, तस्य उपरि कार्यमपि कृतवन्तः। अतः अहम् एतत् पुनः न कृतवती, परन्तु उक्तवती यः कर्तुम् इच्छति पुनः कर्तुं शक्यते, उत्तराणि तु हस्ते सन्ति। अतः अद्य वयं द्वितीयकरपत्रं पश्यामः, तत्र नूतनकार्याणि सन्ति। ओके, इदानीं लेट्स् सी कथम् अहं करिष्यामि। उषा, आरम्भं करोतु। आं भगिनि, आं भगिनि, अहं पठामि। मूलधातूनां लौकिकरूपाणां सिद्ध्यर्थं कार्यद्वयं विचारणीयं। धातुविज्ञानम् इति पाठे अस्माभिः दृष्टं यत् अनुबन्धानां निष्कासनम् इति प्रथमं कार्यम्, इत्संज्ञकवर्णानां निष्कासनानन्तरं सत्त्वं, नत्वं, नुगामः, नुमागमः, उपदा, दीर्घः, चेमानि सङ्गृहीतया द्वितीयं कार्यम्। येषु चतुर्षु किञ्चन सम्भवति वा इति अवश्यं चिन्तनीयम्। सम्भवति चेत् इदं कार्यं कुर्मः, नो चेत् धातुप्रक्रियार्थं सिद्धः। तर्हि इमानि चत्वारि कार्याणि कानि इति अस्मिन् करपत्रे अवलोकयाम. इन्ट्रडक्षन् अस्ति न अस्मिन् पाठे वयं किं पठिष्यामः? मूलधातु लौकिकरूपाणां सिद्ध्यर्थं कार्यद्वयं वि आर् डूयिङ्ग् दट् इस् इत् संज्ञाप्रकरणं वि आर् डूयिङ्ग् देन् अनन्तरं वि आर् गोयिङ्ग् टु डू सत्त्वं नत्वं नुमागमः उपदादीर्घः इन् दिस् चाप्टर् वि हव् वि आर् गोयिङ्ग् टु डू इत्संज्ञा आफ्टर् इत्संज्ञा प्रकरणं वि आर् गोयिङ्ग् टु डु सत्त्वं नत्वं नुमागमः उपदादीर्घः. Am I right, bhagini? Yeah, yeah, very much. Okay. परन्तु सर्वं न करणीयं यदा यदा अवकाशः आगच्छति तदा एव करणीयं. सर्वत्र सत्त्वं सर्वत्र नत्वं सर्वत्र नुमागमः सर्वत्र उपदादीर्घः न भविष्यति. ओके ओके अतः एव उचितं वाक्यं पठतु सम्भवति चेत् इदं कार्यं कुर्मः न सम्भवति चेत् ओके निष्कासयतु तत् कार्यं न कर्तव्यं न कारणं तत्र तस्य कृते अवकाशः न प्राप्तः. ओके इदानीं कति कार्याणि सन्ति अत्र अस्मिन् करपत्रे? कार्याणि चत्वारि कार्याणि. तानि कानि? सत्त्वं नत्वं नुमागमः उपदादीर्घः. अवकाशम् अस्ति चेत् वी केन् डू दिस्. अन्यथा स्किप् इट्. ओके इदानीं सत्त्वम् इत्युक्ते किं, नत्वम् इत्युक्ते किं, नुमागमः इत्युक्ते किम्, उपदादीर्घः इत्युक्ते किं, तस्मिन् विषये वयं पठिष्यामः क्रमेण. ओके सुब्रह्मण्यम् यू सेड् यु आर् नाट् वेल्. रवि चित्कार आरम्भं करोतु सत्त्वविषये. धात्वादेः सत्त्वं धात्वादेः शः स षष्ठमध्याये प्रथमे पादे त्रिषष्टि तमं सूत्रम् इदम् उपदेश अवस्थायां धातोः आदौ शकारः अस्ति चेत् शकारस्य स्थाने सकारो आदेशो भवति. धातोः आदिः धात्वादिः षष्ठी तत्पुरुषः तस्य धात्वादेः षष्ठ्यन्तं शः षष्ठ्यन्तं सः प्रथमान्तं त्रिपदम् इदं सूत्रम् आदेश उपदेशेष्यति इत्यस्मात् उपदेशे इत्यस्य अनुवृत्तिः अनुवृत्तिसहित सूत्रं धात्वादेः शः सः उपदेशे. ओके महोदय एतत्तु हिन्दी नास्ति संस्कृतम् अस्ति. उपदेशे उपदेशे सम्पूर्ण अस्ति न भवान् यदा उपदेशे वदति तदा तु पकारस्य हलन्तरूपम् आगच्छति. एवमेव सर्वत्र तदेव भवान् कृतवान्. अतः किञ्चित् मनसि स्थापयतु एतत् संस्कृतमस्ति हलन्तशब्दस्य उच्चारणं भिन्नम् अस्ति सम्पूर्णशब्द वर्णस्य उच्चारणं भिन्नम् अस्ति. उपदेशे उपदेशे हिन्दी हिन्दी स्टैल् अनुवृत्तिसहितसूत्रं तदपि हिन्दी सहितसूत्रम्. ओके एवं ध्यानेन ऐ मीन् यु विल् हाव् टु बिकम् एलेक्ट्रिक् कान्शियस्. ओके यत्किमपि पठितवान् किम् अवगतवान् धात्वादेशः उपदेश अवस्थायाम् उपदेश अवस्थायां यः शकार अस्ति तस्य स्थाने सकारो सकारः आदेशः भवति. ओके, सम्पूर्णसूत्रं किम् अस्ति? सम्पूर्णसूत्र अस्ति धात्वादेः शः सः उपदेशे. उपदेशे कुतः आगतः? अस्य अनुवृत्ति अस्ति, अनुवृत्तिरूपेण आगतः. उपदेशे इति पदम् अन्यत् किमपि सूत्रे अस्ति, ततः आगतः. ओके, संस्कृति दत्तम् अस्ति. कुतः आगतः? आदेः, क्षम्यताम्, आदे च उपदेशेषिति, तत्र उपदेशे पदमस्ति, तत् अत्र अपि उपयुक्तम् अस्ति. ओके, यावत्पर्यन्तम् अवगतम्? सकारः आदेशः भवति. ओके, इदानीं कण्डिशन्स् एक्स्प्लेनेशन् पश्यामः. प्रतिभा, अग्रे पठतु. नमस्ते भगिनि. वृत्तान्ते न, क्षम्यता, धात्वादेः शः सः, न, तत्तु समाप्तम्, अग्रिम पेरेग्राफ् पठतु. वृत्तान्ते श्वद आस्वादने इति धातुः, उपदेशे जुननासिक इत् 131 132 इत्यनेन दकारोत्तरवर्तिनः अकारस्य अनुनासिक अकारस्य इत्संज्ञा, तस्य लोपः इत्यनेन लोपश्च. श्वद श्वद् भवति, धात्वादेः शः सः इत्यनेन 6163 इत्यनेन आदौ स्थितस्य शकारस्य स्थाने सकारादेशः श्वद् स्वद् भवति. ओके, तावत्पर्यन्तं यत्किमपि अवगतं वा कृतं? श्वद इति धातु मूलरूपे अस्ति, आस्वादने इति अर्थमस्ति, श्वद आस्वादने इति धातुः, तत्र उपदेशे अजुनासिक इत्यनेन अकारस्य अनुनासिक अकारस्य इत्संज्ञा भूत्वा तस्य लोपः इत्यनेन लोपः भवति, श्वदेव तिष्ठति तत्र. तदनन्तरं धात्वादेः शः सः इति सूत्रेण आदौ स्थितौ शकारस्य सकारः भवति इति दत्तमस्ति भगिनि. शकारस्य स्थाने सकार आगत्य स्वद् इति भवति, श्वद् स्वद् भवति. ओके, अत्र अस्मिन् सन्दर्भे एतस्य सूत्रस्य अवकाशः प्राप्तः, सत्यम्? आं भगिनि, धात्वादेः शः सः इति कर्तुं शक्नुमः, कारण धातोः आदिमवर्णः शकारः अस्ति. इत्संज्ञकवर्णानां निष्कासनानन्तरं शकारः तिष्ठति, अतः धात्वादेः शः सः एतस्य अवकाशः प्राप्तम्, उपयोगं कृतं, शकारस्य स्थाने सकारः, श्वद् परिवर्तितं भवति स्वद् इति. तावत्पर्यन्तं किमपि प्रश्नः अस्ति? न. ओके, पूर्णिमा, अग्रे पठतु. ओके, पूर्णिमा नास्ति वा? पूर्णिमा, अन्म्यूट्. अहं पठन्ती अस्मि, अन्म्यूट् मध्ये एव. तदेव अहमपि चिन्तितवती. हा, अन्म्यूट्. कश्चन प्रसिद्धप्रवादो वर्तते, निमित्तापाये नैमित्तिकस्य अपायः. अपायः भगिनी, भगिनी पूर्वस्य पूर्वं भगिनि, पूर्वम् अस्ति. अन्यत् उदाहरणम्, इष्टा गतिनिवृत्तौ इति धातुः, यथा सामान्यं प्रथमं कार्यम् इत्सन्नकवर्णं वर्णानां निष्कासनम्. इष्टा धातोः कोऽपि इत्सन्नकवर्णः नास्ति, अतः प्रथमं सोपानं समाप्तम्, साक्षात् द्वितीयं सोपानं गच्छेम. तत्र चतुर्षु कार्येषु सत्त्वस्य प्रसक्तिः सा धातोः आदौ षकारः अस्ति, अतः स्वात्वादेः सहसः इत्यनेन सूत्रेण षकारस्य स्थाने सकारः भवति. ओके, षकारस्य धात्वादेः सहसः इति सूत्रस्य आधारेण स्टाधातोः कोऽपि इत्यङ्गकार्याणि नास्ति, अतः धात्वादेः सहसः इति सूत्रस्य आधारेण सहसः भवति. तत्र सः यदा सः भवति तदा टकारस्य निमित्तापाय निमित्तस्य अपायम् इति सूत्रस्य आधारेण सा अपि था भवति. किमित्युक्ते द्वितीयथा अस्ति, अतः द्वितीयथा सामान्य. अन्यापि पठति पठामि वा अग्रे महोदय? महोदय अग्रे पठ न अग्रे मा पठतु, केवलं चिन्तनमस्ति अत्र ष्ठा यदस्ति तत्र षकारः ठकारः अस्ति, तदनन्तरं ष्ठा यदस्ति तत्र सकारः ठकारः अस्ति. कारणं सुत्तसन्धेः कारणं निमित्तं नास्ति अत्र, सुत्तसन्धेः निमित्तमपि नास्ति. द्वितीयवर्णः आगतः महाप्राणवर्णस्थाने महाप्राणवर्ण. पूर्णिमा सम्पूर्णतया सम्यक्तया वदतु. पूर्णिमा महोदय महोदय, कारणं चन्द्रमती अपि मध्ये उक्तवती, अतः स्पष्टता न आगता. वदतु, स्वसन्देहः निमित्तकारणेन महाप्राणः भवति, तत्र निमित्तापाय नैमित्तिकस्य अपायम् इति सूत्रस्य आधारेण महाप्राणः स्थाने महाप्राण तत्तु अग्रिम पार्ट् पेराग्राफ् मध्ये लिखितमस्ति. भवती तु पूर्वमेव पठित्वा सर्वं वदति. ओके, परन्तु लाजिकलि किम् अस्ति, षकारः अस्ति चेत् तवर्गीयवर्णः एव आगच्छति, षकारः अस्ति चेत् तवर्गीयवर्णः आगच्छति. ओके, एतदेव वयं दृष्टवन्तः. अत्र अग्रिम पेराग्राफ् मध्ये एक्स्प्लेनेशन् अपि दत्तमस्ति. ओके, मुत्तुलक्ष्मी अग्रिमभागः पठतु. नमो नमः महोदय. अत्र कश्चन प्रसिद्धप्रवादो वर्तते निमित्तापाये नैमित्तिकस्य अपायः, सन्धिविच्छेदं कुर्मः चेत् एवम् आगच्छति. अस्तु, नैमित्तिकस्याप्यापायः निमित्तस्य अपाये नैमित्तिकस्यापि अपायः. निमित्तम् इत्युक्ते कारणं, नैमित्तिकम् इत्युक्ते फलम्, अपायः इत्युक्ते अभावः. अत्र ध्येयं यत् यद्यपि ष्ठा इत्येव अस्य धातोः मूलरूपं, किञ्च वस्तुतः यः ठकारः वर्तते सः ठकारः आसीत्. अष्टाध्याय्यां तादृशम् इङ्गितम् अस्ति, कथमिति अग्रे दृश्यताम्. ठकारस्य मूलस्वरूपं ठकारः, किन्तु षकारस्य प्रभावेन ष्टुत्वसन्धिना ठकारः ठकारः जातः, तथा धात्वादेः शः सः इत्यनेन चकारस्य स्थाने सकारादेशः, चकारस्य कारणेन एव हकारः ठकारः जातः इत्युक्तम्. अधुना स च षकारः अपगतः गतः इति कारणतः तेन षकारेण कृतं यत् कार्यं तत् पुनः निवर्तते. कारणं गतम्, अतः फलमपि गच्छति. येन निमित्तेन कार्यं कारितं तन्निमित्तं षकारः नास्ति चेत् यत् नैमित्तिकं षकारः अस्ति तदपि न तिष्ठति. निमित्तापाये नैमित्तिकस्यापायः शकारः गतः अतः छकारः अपि तिष्ठति स्था स्था स्था इति धातुः निष्पन्नः ओके एतदेव पूर्णिमा अपि उक्तवती ओके मुतुलक्ष्मी स्पष्टीकरणं करोति हा प्रयत्नं करोमि निमित्तापाये नैमित्तिकस्याप्यपायः इत्युक्ते निमित्तम् इत्युक्ते कारणं कारणं शकारः कारणं शकारः ओके नैमित्तम् इत्युक्ते फलं फलं शकारः आगच्छति चेत् ठकारः आगच्छति अपायः इत्युक्ते अभावः नास्ति चेत् नैमित्तिकं न भवति अतः धात्वाते शः शः इत्यनेन शकारस्य स्थाने सकारः शकारस्य कारणेन एव थकारः ठकारः जातः इति उक्तम् सम्यक् ओके शकारस्य कारणेन एव ठकारः अस्ति शकारः एव नास्ति चेत् ठकारः अपि गतम् पुनः ठकारः आगच्छति अतः शकारस्य स्थाने सकारः आगच्छति ते चेत् पूर्वं यत् आसीत् तदेव तत्र आगच्छति ओके प्रश्नः अस्ति वा नास्ति अवगतम् अवगतं न बहु सरलमस्ति न महोदय can you just reload this page because I see a difference between your page and the website actually my page is the website page only yeah okay, I don't know I'm closing the whole thing धातुविज्ञानं तु ओके बेटर् नौ हा गो डौन् हा हा आक्चुलि सि दष्ठा गो डौन् महोदय अद अद हा दिस् ष्ठा टु स्था what I am seeing is actually stha only the stha comes later in my page I am also open you are in which paragraph anyat udaharanam stha gati nivrittau are you in that paragraph yeah some okay antim what is it last portion is what I have highlighted so I see the last portion different I don't know why the Even same I page I have also gone to the same page get out and get in again mama samipe api tadeva asti mode okay. okay astu astu अग्रे गच्छामिष्ठा एवं न दृश्यते वा न ष्ठा सेम् थिङ्ग् ष्ठा हेस् नाट् बीन् कन्वर्टेड् फार् मी आल्सो इट् इस् नाट् कन्वर्टेड् इन् ओन्लि इन् द नेक्स्ट् पेराग्राफ् इट् इस् कन्वर्टेड् अत्र तु एवम् करपत्रम् इन् योर् करपत्रम् star is equal to star there itself star comes but in our karapatram star is equal to star sakaram and takaram then only sakaram and takaram iti dhatu hu nishpanna a small thing has happened here I do not know how you all are accessing that because atra to aham sakshat kim Just click on that refresh icon, that above, you have that near the link, web link. Top, top. Go top. No, no, not here. Top, top. Above, above. Where is the web link? No, no. Refresh icon. Left, left side. The lock is there before the lock. Before the lock. Refresh. Yeah. Reload this page. Now, please go down. I'm still in the start screen only. Yeah, now it got corrected, Mahodaya. For me or for you? No, it is not. Yeah, it is same only. I don't know why. You are seeing a different page. Yeah. We are seeing a different page, you are seeing a different page. I don't know how. We are in the same. I also don't know, Mahodaya. We are in the same page. महोदय स्थापितुमस्ति महोदय भगिनि तद् दृष्ट्वा एव पठितुं शक्यते खलु भगिनि यु शेर् द स्क्रीन् वी केन् गो थ्रू दट् गो थ्रू दिस् ओन्लि देर् मैट् बि सम् टेक्निकल् इश्यू स्क्रीन् डोण्ट् वरि ऐ आम् शेरिङ्ग् द स्क्रीन् आं भगिनि वी केन् गो थ्रू द शेर् स्क्रीन् इन् रीड् मम तु स्क्रीन् शेर् तु कृतमेव आं भगिनि वी केन् रीड् दट् ओन्लि केन् यु सी दिस् वर्ड् डाक्युमेण्ट् आं महोदय सूत्र डाक्युमेण्ट् दीस् आर् आल् सूत्रं यद् अस्ति अनन्तरं सम्पूर्णसूत्रं सर्वम् अहम् अत्र स्थापितवती केन् यु आल् रीड् दिस् इस् दिस् कमिङ्ग् करेक्ट् आं भगिनि क्लास् प्रेयर् केन् रीड् ओके आं भगिनि सर्वं दृश्यते सो इन् द सेम् वे ऐ एम् शेरिङ्ग् करपत्रमपि सो तत्र तु समस्या किम् अस्ति अहं न जानामि स्था इति मम कम्प्यूटर् मध्ये दृश्यते बट् इन् योर् मोबैल् आर् कम्प्यूटर् ऐ डोण्ट् नो वै इट् इस् बिकमिङ्ग् भगिनि अग्रे अग्रे पेराग्राफ् मध्ये अन्तिमवाक्यमपि तदेव अस्ति स्टा देन् इट् हेस् टु बि द स्टा देन् दट् गोस् टु स्टा रैट् See, right. The first two, both are same. Yeah. Both are yeah. So, in our Karapatra, in ours it is correct only. Yeah, in his sta, then sta. Sakara, tadanantaram sakara, sakara. Correct? But here I think there is some mistake over here. I do not know how to correct this. Yes, problem, which version do you have? But we have understood, Bhagini. We have understood. So I think we can go ahead. It's only a technical printing error. So I think we can go ahead. At the bottom, there is a version number also, which is the bottom of this page. Yeah, that's where I'm going now. Yeah. PDF, there is something here. Dhatu Vidya, this is 2014 updated 2014 and March 2016. This is the way it has been shown. It is same thing. It is same updated November 2014-2016. There is some caching issue in your computer, Mahodaya. That's fine. I think we will look at that later. We can move forward right now. We understand what exactly. This is probably some technical glitch. Yes. Okay. Atah nimittapaye naimittikasyapyapi naimittikasyapyapayah naimittikasya api apayah. That's easier for me to say. Okay. It is a sutram nasti, parantu it is a statement. Normally, this is what is applicable. Okay. इत्युक्ते अवगतं न इदानीं कस्याः पर्यायः हू केम् लास् मुत्तुलक्ष्मी न ओके कण्णम्मा षण्म अग्रिम आं भगिनि तथैव यत्र धातुषु अनुनासिकः वर्गीयवर्णः ङ ञ म च अनुस्वारः च अस्ति तत्र एते वर्णाः नकारजाः नकारजः नाम नकारात् उत्पन्नः वृत्तान्ते अञ्चु धातुः गतिपूजनयोः मूलधातुः अञ्चु इत्येव किन्तु तत्र ञकारस्य मूलस्वरूपं नकारः चकारस्य योगेन एव सः नकारः ञकारः जातः धातुषु एवं सर्वत्र बोध्यम् किम् अवगतवती तस्य पठनेन सामान्यतया यत्र धातुषु अनुनासिकवर्णः अस्ति ञ ञ न म च अनुसारः नकारात् उत्पन्नः अस्ति नकारः आसीत् इदानीं परिवर्तनं कृत्वा अनुनासिकः वर्णः अस्ति तत्र मूलधातु अञ्चु अस्ति तस्य किन्तु तत्र ञकारस्य मूलस्वरूपं नकारः आसीत् चकारयोजनेन चकारः अस्ति चेत् तस्य प्रभावेन नकारः ञकारः अभवत् परिवर्तते सर्वत्र एतत् वयं किं सम्यक्तया परिशीलनं कृत्वा अवगन्तव्यम् अस्तु चकारः अस्ति तदनुगुणं सवर्गीयवर्णः परन्तु षकारः अस्ति चेत् तवर्गीयवर्णः आगच्छति एवमेव अत्र नकारविषये अपि दत्तम् अस्ति नकारः अस्ति पूर्वं नकारः अस्ति तद् अनन्तरं वयं पश्यामः तत्र अत्र उदाहरणं दत्तं चकारस्य योजनेन ञकारः ञकारः भवति नकारः ञकारः भवति ओके इत्युक्ते पञ्चमवर्णः यत्र कुत्रापि अस्ति अथवा अनुस्वारः अस्ति तस्य मूलरूपं तु न अस्ति नकारः तत्कारणेन परिवर्तितं भवति तदेव अग्रिम पेराग्राफ् मध्ये अपि उक्तमस्ति ओके गीता अग्रिम पेराग्राफ् पठतु आं भगिनि श्ना शौचे इति धातुः श्ना इति धातुः अत्र नकारस्य मूलस्वरूपं नकारः किन्तु षकारस्य प्रभावेन श्रुत्वसन्धिना नकारः नकारः जातः तदा धात्वादेः शः सः इत्यनेन श्ना स्ना इति जातं निमित्त अपाये नैमित्तिकस्य अपाय नैमित्तिकस्य अपि अपायः इत्यनेन स्ना स्ना इति लौकिकधातुः स्नाति इति लटि स्नानम् इति ल्युटि अत्र तु सम्यक्तया लिखितम् अस्ति स्ना स्ना स्ना तदनन्तरं स्ना उपरि स्था विषये एवं न लिखितम् सकार अनन्तरं थकार साक्षात् आगच्छति तदपि थकार आल् आफ् यु आल् हाव् गाट् इट् करेक्ट् इन् मै वर्जन् इट् इस् नाट् कमिङ्ग् करोति ओके तदेव अस्ति हा तत्र तु थकारस्य विषयः अस्ति अत्र किं नकारस्य सन्दर्भः आगतः ओके आम् किमपि प्रश्नः अस्ति उदाहरणद्वयं दत्तमस्ति सकारस्य कृते अनन्तरं नकारस्य अपि स्पष्टीकरणं दत्तम् अस्ति प्रश्नः अस्ति चेत् पृच्छन्तु चन्द्रमति महोदय वदतु सुब्रह्मण्यम् अत्र नकारस्य अतः अनुस्वारस्य वा अनुनासिकस्य वा नकारः श्रुत्वसन्धिना सर्वत्र न भवति सर्वत्र श्रुत्वसन्धिना न भवति तत् सत्यम् अत्र सार्वत्रमुखम् इति स्वीकुर्मः वदतु महोदय वदतु महोदय न श्रूयते सम्यक् मम ध्वनिः श्रूयते वा इदानीम् ओके वदतु भवती अत्र सार्वतोमुखम् इति स्वीकुर्मः चेत् सर्वत्र अथाभ्यां नोणः समानपदे उत अक्कुपाङ्गुं व्यवाये अपि इति स्वीकुर्मः चेत् सर्वत्र सूत्रस्य प्रभावः भवति अत्र मध्ये यमदायकवर्णः अस्ति चेदपि लक्ष्णं भवति श्रुत्वसन्धिना सर्वत्र न भवितुमर्हति यदा क्षण इति धातुः स्वीकुर्मः चेत् अत्र सामीप्यं नास्ति श्रुत्वसन्धिः अत्र संहितायाम् अस्ति चेदेव क्षण इति धातुः मध्ये षकारः अकारः तदनन्तरं लकारः अत्र श्रुत्वसन्धिप्रसक्तिः न भवति अत्र रषाभ्यां नूनः समानपदे तदनन्तरं अट्कुप्माङ्गं विवाये अपि इति सूत्रस्य प्रभावेन एव अत्र नत्वस्य पुनः एकवारं नत्वं भवति शुच्छसन्धि सर्वत्र न भवति अहं न अवगतवती अत्र श्रूयते वा शकारस्य प्रभावेन इत्युक्ते श्रुत्वसन्धिना नकारः णकारः जातः भवान् किं वदति तत् न सत्यं नास्ति वा तत् सर्वत्र न भवति किमर्थम् इत्युक्ते अत्र यदा अत्र यदा वयं रषाभ्यां लोणः अत्पाङ्गं विवाहे अपि सूत्रे स्वीकुर्मः चेत् सर्वत्र तस्य प्रभावः भवति षकारात् अत्र नत्वं षकारकारणेन नत्वं भवति तत्कारणात् एव नकारस्य स्थाने पुनः एकवारं नकारः तदेवसन्धिना न सन्दर्भः आगच्छति चेत् तस्मिन् विषये अनन्तरं पश्यामः अत्र तु श्रुत्वसन्धि उपयुक्त्वा उपयुक्त किम् उदाहरणं दत्तमस्ति अग्रे अग्रे वयं पश्यामः more complications will definitely come in idanim kim chandramati bhavatyah paryayah astu padham adhuna etat sarvam yaduktam tat vishaya parijaya parijayatva dukato भावार्थस्य सुखबोधार्थं दत्तं निमित्तापाये नैमित्तिकस्य अपि अपायः इति प्रसिद्ध प्रवादस्थवस्ति प्रसिद्ध प्रवादः अस्ति बहुत्र प्रवादः तु अस्ति प्रवादः तु अस्ति बहुत्र च एतादृशी शिक्षा दीयते यत् ष्ठा स्ना इत्यादयः धातवः तथैव उपदेशात् लौकिकस्थितिं प्राप्नुवन्ति किन्तु भाष्याकाराः पतञ्जलिश्च काशिककारौ वामन जयादित्यौ प्रतिपादयतः यत् अयं किमित्तापाये नैमित्तिकस्याप्य अपायः इति तु न परिभाषा न वा वार्षिकम् अस्य प्रभावस्य एतस्मिन् विषये सामर्थ्यम् अधिकारो वा नास्ति अतः शास्त्रीयाश्रयम् अवलम्ब्य प्रतिपादनं भवति चेत् वरं स्यात् इति विचिन्त्य एतौ द्वौ मुनि एवं वार्तां स्पष्टीकृतः तत्तु द्रष्टव्यम् अस्मिन् पेराग्राफ् मध्ये किं वाट् इस् द आर्ग्युमेण्ट् हि इस् प्रपोसिङ्ग् पतञ्जलिः वार्तिककारः काशिककारः वामनजयादि मुनयः प्रतिपादितः यत् अयं निमित्तापये नैमित्तस्यापि अपायः इति तु न परिभाषा न वा वार्तिक अस्य प्रवादस्य एतस्मिन् विषये सामर्थ्यम् अधिकारो वा नास्ति अतः शास्त्रीय आश्रयम् अवलम्ब्य प्रतिपादनं भवति चेत् परं शास्त्रीय आश्रयम् अवलम्ब्य प्रतिपादनं भवति चेत् सम्यक् अस्ति इति विजित्य एतौ द्वौ मुनिः एवं वार्तां स्पष्टी मुनिद्वयं स्पष्टीकरणं कृतम् पश्यामः स्पष्टीकरणं अनिल् तस्मिन् विषये पठतु स्था धातोः उपदेशावस्थायां मूर्धन्यषकारः अस्ति परन्तु दन्त्यस्थकारः अस्ति स्था इति स्थिति अधुना युगपत् स्थूना स्थुः च धात्वादेः शः सः च आगत्य कार्यार्थम् उद्युक्तं भवति स्थुना स्थुः इत्यनेन स्था धातौ विद्यमानस्य षकारस्य प्रभावेन ठकारस्य स्थाने ठकारादेशः अपि च धात्वादेशः सः इत्यनेन औपदेशिकधातोः आदौ स्थितस्य सकारस्य स्थाने सकारादेशः अस्यां दशायां द्वयोः सूत्रयोः मध्ये कस्य कार्यं प्रथमं प्रवर्तनीयम् इति प्रश्ने सति अस्माकं पाठे अग्रे वक्ष्यमाणेन पूर्वत्रासिद्धम् इति सूत्रेण स्तुनाः स्तुः इति शास्त्रम् असिद्धं तस्य त्रिपाद्यां विद्यमानत्वात् धात्वादेः शः सः इत्यनेन सकारस्य सकारादेशो भवति तदा यतोहि तदानीं सकारो नास्त्येव स्तुना स्तुः इत्यनेन यः ठकारादेशः भवति स्म स तु न भवति असङ्गत्वात् दन्त्यथकारः यथावत् तिष्ठति एव दन्त्यसकारस्तु जातः अतः लौकिकधातुस्था इति सम्पन्नम् अस्यां प्रक्रियां थकारस्य ठकारः न कदापि भवति अयं विषयः बाध्यबाधकभावस्य पाठे इतोपि स्पष्टं भविष्यति अस्य अभावे निमित्तापाये नैमित्तकस्य व्याप्यापाये इति प्रवादः अत्र दत्तः किञ्चित् कन्फ्यूजन् अस्ति अहं पठामि तु अस्ति परन्तु अस्मि परन्तु किञ्चित् न अवगतम्. सम्यक्तया अवगमनम्. अत्र किं फार् एण्ड् अगेन्स्ट् आर्ग्युमेण्ट् तदेव दृश्यते अत्र. वन् फण्डमेण्टल् थिङ्ग् ऐ अण्डर्स्टुड् वास् वी हेव् यूस्ड् निमित्तापाय निमित्तक दट् स्टेट्मेण्ट् बट् दट् इस् अ जनरल् कामन् पीपल् स्टेट्मेण्ट्. मुनिना वुड् नाट् एग्री टु दट् बिकास् दे हेव् नाट् पुट् दट् एस् अ paribhasa or vartikam, nothing like that. So basically we need to come up with a as per the shastra what is the logic we should figure out. That is the point here. Atra agre patra nama as per shastra atra kim asti shakar tha. Maybe shall we read it again and maybe stop after each line and understand what is what I feel is read further. Okay, finish it. Okay, astu prakriyam drishtva prashna udeti tari kimartham dhatu paathe apadeshika dhatu stha iti diyate karanam idam yat apadeshika dhatu eva apekshate che stutvasya अवसरो भवति. धात्वादेः च सः इति सूत्रं प्रवर्तनीयं भवति यदा किमपि कार्यं करणीयं, यदा किमपि लौकिकरूपं सम्पादनीयं भवति. किन्तु औपदेशिकधातु एव अपेक्षितं चेत् तत्र मूर्धन्यशकार अस्ति एव, तदर्थं स्थुना स्थुः इत्यनेन ठकारादेशं करोति, अनेन स्था इति धातु जायते. This is a clarification now. Okay. Kim avagatam? So, go on. We are saying that, for example, let us take a dhatu there, right? This is a dhatu. Aupadeshika sthiti, anantaram, vayam processing yasmin samaya kurmaha, tada. सो स्था थकार यदि मूलरूपम् अस्ति तत् किमर्थं स्था धातु न मूलं, स्था किमर्थं, तत् प्रश्नम्. सो मूलरूप धातु मूलरूपं मूर्धन्यशकार मूर्धन्यठकार दीयते, परन्तु उच्यते मूलरूपं मूर्धन्यठकार नास्ति, दन्तठकार अस्ति, किमर्थं? तालव्येन दन्त्य, सोरि, दन्त्यठकारः अस्ति. दन्तठकार अस्ति. यदि दन्तथकारे मूलरूपं तर्हि मूलधातु दन्त मूर्धन्यशकार दन्त्यथकार किमर्थं नास्ति? प्रश्नः तत्र अस्ति. ओके, आम् आम्. अनन्तरं सो अत्र अपि मूलरूपमस्ति परन्तु तदर्थं स्थूना स्थुः एतेन ठकारादेशं करोति इति कारणेन स्था इति धातु जायते. परन्तु मूलरूपे सूत्रं किमर्थम् अप्लिकेबल्? मूलरूपं शुड् रिमेन् एस् मूलरूपं, रैट्? परन्तु लास्ट् पेराग्राफ् वाट् यु रेड्, that's the explanation. Tatra to bahu confusion asti. Prakriyam drishtva prashnam udeti tari kimartham dhatu paate upadeshika dhatu stha iti diyate. Karanam idam यत् औपदेशिकधातुः एव अपेक्षते चेत् स्तुत्वस्य अवसरो भवति. तत्र तु केवलं लिस्ट् अस्ति न, औपदेशिकधातोः किम् आवलीकृतं न, तत्र अन्य किमपि नास्ति अग्रे पृष्ठे. अतः तत्र स्थितिसन्धेः न केवलम् सन्दर्भः अस्ति, कर्तव्यमेव. अतः तस्मिन् सन्दर्भे ष्ठा इति आगतम्. पठतु अग्रे. हा, धात्वादेहे धातशस इति सूत्रं प्रवर्तनीयं भवति यदा किमपि कार्यं करणीयं, यदा किमपि लौकिकरूपे सम्पादनीयं भवति. यस्मिन् समये वयम् औपदेशिकधातो धातु किं पश्यामः, तत्र तु किमपि कार्यं न कृतम्, अवकाशः अपि न प्राप्तं, केवलं प्रोसेसिङ्ग् यस्मिन् समये वयं कुर्मः तदा धात्वादेः सः इति अवकाशः मिलति. किमर्थं? कारणं स्था धातोः अन्यरूपाणि वयं निर्माणं कुर्मः न, तदर्थं प्रत्ययस्य योजनं प्रत्ययस्य योजनं कुर्मः चेत् अन्यत् यत् यानि कार्याणि सन्ति तत् कर्तव्यानि. Maharaja, your volume is gone. I am not able to hear you. श्रूयते महोदय, श्रूयते, श्रूयते सम्यक्. श्रूयते वा एकदम्? मया तु सम्यक् श्रूयते. अनिल्? सम्यक्, सम्यक् अस्ति. सम्यक् अस्ति. ओके, इदानीं औपदेशिकधातुविषये यत् वयं पश्यामः, तत्र तु केवलं धातु दत्तम् अस्ति. तस्मिन् सन्दर्भे शकारानन्तरं दन्तठकारस्य अवकाशः न प्राप्स्यते. तत्र तु सन्धिकार्यं कृत्वा एव ष्ठा इति स्थापितम् अस्ति, केवलं धातु अस्ति तत्र. परन्तु यस्मिन् समये धातोः प्रोसेसिङ्ग् वयं कुर्मः, तदा तु यत् कार्याणि सन्ति, भिन्नानि कार्याणि सन्ति. एकमस्ति धात्वादेहे शः सः. तस्मिन् समये पूर्वरूपस्य किम् उपयोगं कुर्मः. ओके, अतः नैमित्तापाये निमित्तापाये नैमित्तिकस्य अपि अपायः एवम् आगच्छति. ओके महोदय, अत्र अन्तिम पेराग्राफ् यत् अस्ति अत्र तत् विषये किञ्चित् अन्वेषणं मया कृतम्. भवति इति तत् एक प्रेसेण्टेशन् कृतवान्, यदा अनुमतिः अस्ति चेत् करोतु न. प्रेसेण्टेशन् कृतवान् चेत् स्पष्टीकरणं सम्यक् भविष्यति न. एकनिमिषम् अहं कोहोस् कर्तव्यं न, अन्यथा प्रेसेण्टेशन् न आगच्छति न. Co-host, okay. Okay. I think now you can do. एकनिमिषम् अहं शेर् ओके दत्तवान् ओके प्राप्तं वा हा अत्र सर्वत्र चतुर्षु कार्याणि सन्ति चतुर्षां कार्याणि सन्ति अत्र प्रयोगः सन्ति अपि अत्र सत्त्वं किमर्थं धात्वादेशः सः किमर्थम् इति प्रयोगं दृष्ट्वा अवगन्तुं शक्यते अत्र किमर्थं षकारस्य प्रयोगः इति पश्यामः पठनं दृश्यते वा हा हा दृश्यते अस्तु धातुपाठे नवतिः धातुः एव शोपदेशधातुः यत्र षकारः आदौ सन्ति नवतिः एव ओन्लि 90 धातुस् अतः सर्वे सकारादयधातवः शोपदेशः नास्ति नाट् आल्स् सकारादिधातुस् आर् कन्वर्टेड् टु षकार ओन्लि 90 आदय तत् ओन्लि इन् सर्टन् केसस् केषाञ्चन सकारादिधातूनामेव औपदेशिकरूपं सकारस्य स्थाने षकारः श्रूयते दत्तमस्ति किमर्थमिति पश्यामः षत्वप्रकरणार्थेव अग्रे किमपि कार्यं कुर्मः चेत् तत् सकारः अथवा मूलधातुः सकार एव किन्तु अग्रे षत्वकार्यं भवति षत्वं प्रवर्तते इति सूचयितुम् एतेषां धातूनां षकारस्य आदेशः दत्त्वा पाणिनिभगवान् कृतवान् अतः शोपदेशधातु यत् सकारादयधातवः सन्ति इणुवर्णात् परे तत् सकारः अग्रे यत् प्रक्रिया कुर्मः अत्र षकारः भवति सम्भवति इति सूचयितुमेव एतेषां धातूनाम् आदौ षकारः दत्तमस्ति अतः आदेशप्रत्ययोः सूत्रस्य आधारेण इणुको अपदान्तस्य मूर्धनि अतः यदा सकारस्य पूर्वम् इणुवर्णः ईप्रारभ्य लकारपर्यन्तं यदस्ति वर्णः अस्ति चेत् अत्र सकारस्य षकारवत् षत्वं भवति इति सूचयितुमेव शोपदे ये सर्वे शोपदेशधातुः इति उच्यन्ते शोपदे तदेव अग्रे उदाहरणं स्वीकृत्य पश्यामः अतः शोपदेशषत्वस्य अवकाशः कुत्र भवति इति पश्यामः चेत् यत्र यत्र द्वित्वस्य अवकाशः अस्ति तत्र तत्र शोपदेशधातुः प्रसक्तिः भवति लिट्लकारे सनादिप्रत्ययस्य सन् प्रत्ययस्य योजनेन यङ् प्रत्ययस्य योजनेन वा छङ् प्रत्ययस्य योजनेन वा तत्र सकारः यत् अस्ति आदौ स्थितसकारः अथवा धातुः द्वित्वं भवति तत्पर्यन्तं प्रश्नाः सन्ति चेत् उत्तरं दास्यामि नो चेत् अग्रे उदाहरणं पश्यामः तत्र इतोपि स्पष्टीकरणं भवति प्रश्नाः सन्ति वा अत्र न अवगतं महोदय किञ्चित् विवरणं ददातु अग्रे उदाहरणं पश्यामः यदा वयं शूङ् इति धातुः स्वीकुर्मः चेत् अत्र सू इति भवति अत्र षकारस्य स्थाने सकारः नकारस्य इत्संज्ञाप्रकरणं कृत्वा लोपः अतः यदा लिट्लकारे सुषुवे इति भवति अतः सू यदस्ति द्वित्वं भवति सू सू इति भवति अत्र पश्यन्तु सकारः यत् अस्ति तदनन्तरम् उकारः अस्ति इणुवर्णः अस्ति तत्कारणात् तदनन्तरं यत् सकारः अस्ति तत् षकारः भवति समानमेव ष्टुञ् इति धातुः स्तुवन्ति इति स्तुति अतः ष्टुष्ट्वा षकारः सकारस्य षकारः आदेशः श्ना यत् कार्यम् अस्माभिः पठितं स्ना यत् भवति अत्रापि शिष्णासति इति सनन्ते भवति तदनन्तरं वप् धातुः अत्र स्वप् यत् अस्ति अत्र तु न भवति किमर्थम् इत्युक्ते शुष्वप् अत्र भवति शुष्वप इति भवति लिट्लकारे किन्तु स्कला यद्धातुः अस्ति अत्र चस्कला इति भवति लिट्लकारे स्पर्द पस्पर्द इति भवति अत्र पश्यन्तु अन्तिम द्वौ ये सन्तः अत्र सत्वं न भवति अत्र औपदेशिकधातु अत्रापि षकारः नास्ति यत्र यत्र षकारः अस्ति औपदेशिक अवस्थायाम् आदौ तत्र षत्वस्य सम्भवः तत् सूचयितुमेव शोपदेशधातुः इति निर्माणं कृतं तत्पर्यन्तम् अवगतं वा प्रश्नाः सन्ति वा So wherever the shopadesha dhatu, if the dhatu has a shakara in the beginning, when it is used in a case where it is followed by an inuvarna from the Maheshwara Sutra, sakara will become shakara. So to indicate that, Panini Bhagavan has made the shopadesha. He substituted sakara. The muladhatu sta is substituted by sha. Sha, because of shrutva sandhi, becomes shtha. Wherever there is no shakara in the beginning, in the dvitvam, or when followed by an inuvarna, I will not say dvitvam, when followed by an inuvarna, sakara will not get converted to shakara. That is the prayoga. Tatparyantam avagatam va, spashtam asti va, prashnaha santi va. Kinchit avagatam. अत्र एक उदाहरणं स्वीकृत्य एकधातु स्वीकृत्य अपि कुर्मः अत्र इतोपि स्पष्टं भवति कुर्मः वा करोतु अस्तु अग्रे शिबु इति धातुः अस्ति अत्र आदौ किमस्ति षकारः अस्ति खलु षकार इकार वकार अनुनासिक उकारः दिवादिगणे अस्ति अत्र शिव धातुः इत्संज्ञापकरणं कृत्वा शिव इति भवति तदनन्तरं दात्वादे अत्र टङ्कणदोषः अस्ति दात्वादे सहस इत्यनेन षकारस्य स्थाने सकारः शिव इति धातुः अन्यप्रक्रिया नास्ति किमर्थम् इत्युक्ते इकारः अस्ति तदनन्तरं बकारः टवर्गीयवर्णः नास्ति इति कारणात् शिव एव इदानीम् उपयोगीरूपमस्ति धातुः तदनन्तरं लिट्लकारे विवक्ष यदा मया पूर्वमुक्तं यत्र यत्र द्वित्वं भवति तत्र तत्र अतः षकारस्य षत्वस्य प्रसक्तिः अस्ति इति कारणात् लिट्लकारे विवक्षा अग्रे यत् सूत्रमागच्छति तद्विषये इदानीं चिन्ता मास्तु अत्र लिट्लकारे प्रथमपुरुषे एकवचने तिङ्प्रत्ययस्य योजनम् अत्र परस्मैपदानां तिङ्प्रत्ययस्य आदेशः नल इति भवति तद् नल् इति भवति शिव आ इति अवशिष्यरूपम् अतः द्वित्वं करणीयं लिट्लकारे अतः शिव शिव आ इति प्रत्ययस्य तिङ्प्रत्ययस्य प्रतिनिधिः अस्ति शिव शिव यत् अस्ति अत्र उपगन्तसलगौपदस्य इति अत्र तिङ्प्रत्ययः अस्ति अत्र तत्पूर्वं सार्वधातुकप्रत्ययः तत्पूर्वं यत् स्थितधातुः अस्ति अत्र पुगन्तलघुपदस्य इत्यनेन इकारस्य एकारः शिव सेव् आ इति भवति तदनन्तरं हलाविशेषः इति अन्यसूत्रमस्ति अत्र पूर्वं स्थित शिव् अत्र हल् वर्णाः ये सन्ति तस्य लोपः भवति सि सेव् आ इति भवति इदानीम् आगच्छति षकारस्य दात्वादे सहसः तस्य प्रसक्तिः अत्र सि यत् अस्ति सकार इकार तदनन्तरं सकार अतः सकारस्य पूर्वम् इन्वर्णः अस्ति वा प्रथमसकार सकार इकार सकार इकार सकार इकारात् सकारः अस्ति इति कारणात् तत् सकारः षकारः भवति शिशेव इति अङ्गं प्राप्नुमः तत्पर्यन्तम् अवगतं वा प्रश्नाः सन्ति वा अन्तिमस्तरे यत् अस्ति तदेव पश्यन्तु अत्र पूर्वं यत् अस्ति तत् सर्वं प्रयोगः अग्रे षत्वं भवति अत्र सकारः यत्र द्वित्वं कृत्वा सकार इकार सकार एकार वकारः आसीत् अत्र प्रथमस्थितसकारात् इकारः अस्ति तत् इकारात् सकारः अस्ति अतः तत् सकारः इकारात् यः सकारः अस्ति तत् षकारः भवति तत्कारणात् एव शिवु इति पूर्वमेव कृतं तत् सूचयितुम् अत्र यदा इन्वर्णः भवति तदनन्तरं सकारः भवति तत् सकारः षकारः भवेत् इति सूचयितुम् एतेषां धातूनां षकारस्य प्रयोगः कृतवान् भगवान् पाणिनि शिशेव इति भवति अत्र प्रश्नः अस्ति वा कृपया पृच्छन्तु तदनन्तरम् अन्य उदाहरणं स्वीकृत्य यत्र शोपदेशः नास्ति अत्र किं भवति इति अपि दर्शयामि प्रश्नाः सन्ति वा अत्र ध्वनिः श्रूयते वा ट्रै टु एक्स्प्लेन् वाट् ऐ अण्डर्स्टुड् अवश्यं महोदय अवश्यं What I understood at the last stage that you have told us is that this in varnaha before the shakaraha. So because of that, that shakara doesn't change. No. In varna, after in varna, there is shakara. Shakara after will change varna. To shakara. The sa changes to sha because of the invarna, which is before it, right? Before it, yes. So, to indicate that... So, because this change is going to happen, so the original this thing, they have written shakaraha there. Yes. The original dhatu, right? Yes, indicate that. Yes, correct. This change can happen. It may or may not happen, but it can happen. So they have written the original dhatu has got shakaraha. It is not that it can happen. It will happen if the conditions exist. Yeah, if the condition exists. If the condition doesn't exist, then what happens? Then it will remain a sta only, because you will convert and use it as it is. It's only an indication to you. I will show you that also. Agre also I will show you. Okay. The original dhatu is not sta, it is sta only. तदपि स्पर्शयामि अन्यप्रश्नाः सन्ति वा कृपया पृच्छन्तु नो चेत् अग्रे अन्य उदाहरणं स्वीकृत्य यत्र शोपदेशः नास्ति अत्र किं भवति इति अपि पश्यामः प्रश्नाः सन्ति वा अग्रे गच्छतु अस्तु अत्र द्वितीयमस्ति समानं स्रिव् इति धातुः स्रिव् धातुः अत्र स्रिव् उपदेशे अजनुनासिक इत्यनेन अनुनासिककारस्य इत्संज्ञातस्य लोपः स्रिव् इति धातुः अत्र समानमेव प्रक्रिया अन्तिमस्तरे आगच्छामः अत्र किं भवति स्रिव् स्रेव् तदनन्तरम् अकारः अत्र अत्रापि सकारस्य पूर्वम् ई इन्वर्णः अस्ति वा अन्तिमस्तरे अस्ति किन्तु अन्तिमरूपं सिस्रेव एव भवति अत्र सकारस्य शकारः न भवति अत्र पश्यतु उपदेशावस्थायां स्थितधातुः सकारः अस्ति सकारादि धातुः अस्ति किन्तु शोपदेशः नास्ति सो वेरेवर् देर् इस् अ धातु विच् इस् अ सकारादिधातु आल् द शोपदेशधातु आर् सकारादिधातु ओन्ली But the shakara is added or substituted to indicate that later there will be a shatvam in the case of an invarnat. So in both cases there is an invarna and a shakara. But in this case, even if the invarna asti chetapi, invarnat, shakara asti chetapi, atra shatvam na bhavati. Iti karana atra mooladatuh madhye eti api सकारः एव अस्ति शकारः नास्ति तदेव प्र वेदः सो एनीशोपदेशधातुः विच् इस् एक्चुलि सकार विल् गेट् षत्वम् इति सूचयितुम् एव अत्र षत्वस्य प्रयोगः षकारस्य प्रयोगः क्षम्यता ओके प्रश्नः अस्ति वा अत्र एतत् ज्ञानं कुतः प्राप्तं वेर् वास् द एक्स्प्लेनेशन् अष्टाध्यायी मध्ये अस्ति महोदय अष्टाध्यायी मध्ये एव अस्ति प्रयोगः प्रयोगः अष्टाध्यायी डाट् काम् सैट् मध्ये प्राप्तं वा सैट् मध्ये अस्ति सैट् मध्ये अपि अस्ति इति मन्ये किन्तु एस् सि वासु यत् अस्ति अत्रापि दत्तं ओके वासु महोदयस्य ओके वासु महोदयस्य अतः तत्कारणात् एव किमर्थम् इति पश्यामः चेत् अत्र मूलधातुः स्था एव किन्तु तत् स्था धातुः अग्रे प्रक्रियायां यत् अस्मिन् करपत्रे दत्तमस्ति प्रक्रियायाम् अत्र षत्वं भवति अग्रे इति सूचयितुं स्था यत् मूलधातुः अस्ति अतः सकारस्य स्थाने षकारः दत्तमस्ति अत्र सकारतकार आकार एव अस्ति किन्तु तत् षकारः आगच्छति षकारः योजनम् अतः षत्वस्य सम्भवः भवति इति सूचयति षकारः दत्तमस्ति षकारः अस्ति इति कारणात् शुनाष्टुः इत्यनेन तकारस्य अकारः अतः षकारः निमित्तम् अकारः नैमितिको तदनन्तरं यदा वयम् इदानीं धातुः ष्टा अस्ति यदा क्रियां करणीयं चेत् षत्वकार्यं पुनः करणीयम् अतः धात्वादेशः सः इत्यनेन षकारस्य स्थाने सकारः अतः अत्र सकारः यत् अस्ति तत् आगच्छति निमित्तम् अवगच्छति अतः षकारः नास्ति निमित्तं नास्ति तत्कारणात् नैमितिकमपि नास्ति इति सा इति पुनः प्राप्नुमः तदेव प्रक्रिया इण्ट्रेस्टिङ्ग् ओके सर्वे अवगतवन्तः at least little bit we must have known understood am bagini this is additional knowledge am namaste dhanyawad mahodaya swagat mahodaya bharat mahodaya sopanam madhye ek shanka asti bharat नलः नलः इति सूत्रं तद्विषये इदानीं मास्तु महोदय तत् तत् अस्माभिः न अधीतमस्ति अत्र अन्तिमस्तरे यत् अस्ति तदेव अत्र तस्य प्रसक्तिः एव अस्ति इदानीं किमर्थं शोपदेशः तदेव ओके ओके अस्तु महोदय धन्यवादः आगतम् ओके अग्रे गच्छामः एकनिमिषं नत्वविषये ओ तदपि दीर्घमस्ति हा नत्वविषयम् आरम्भं कुर्मः वा आम् ओके चलो अरे विजया सिटिराजन् कम् आन् विजया पठतु नमस्ते विजया अन्म्यूट् नो चलो करपत्रं न दृश्यते भगिनि न दृश्यते करपत्रं न दृश्यते इदानीं न भगिनि ओ एकनिमिषम् एकनिमिषम् अहं शेर् स्क्रीन् न कृतवती वन् मिनिट् करपत्रम् दृश्यते इदानीं दृश्यते ओके न कारणं कोहोस् कृते तु ऐ हेड् टु रिमूव् द शेर् स्क्रीन् न otherwise your screen wouldn't have been seen okay Vijaya asti va Vijaya unmute no okay fine Usha am bagini na na agam astu no bagiye agam asmi aha na karana bhavatah dhani na shutam अत्र किञ्चित् अस्तु महोदय अत्र अस्य महत्त्वं किम् इति चेत् न न अत्र नत्वमेव खलु द्वितीयबिन्दुः एव खलु अस्तु नूनः उपदेश अवस्थायां धातोः आदौ नकारः अस्ति चेत् नकारस्य स्थाने दन्तेनकारः आदेशः भवति नः षष्ट्यन्तं नः प्रथमान्तं द्विपदमिदं सूत्रम् आदेश उपदेशे अशिति इत्यस्मात् उपदेशे इत्यस्य अनुवृत्तिः धात्वादेः सहसः इत्यस्मात् धात्वादेः इत्यस्य अनुवृत्तिः अनुवृत्तिसहितसूत्रं धात्वादेः नः नः उपदेशे अवस्थायाम् अत्र मूर्धन्यनकारस्य स्थाने दन्त्यनकारः आगच्छति एतदेव अत्र प्रधानतया सूचितमस्ति अत्र नूनः इति सूत्रम् एतत् नतु प्रकरणं नतु प्रकरणे अस्ति उपदेश अवस्थायाम् एव एतत् आदौ यत् तिष्ठति प्रथमं प्राक् यत् वर्णः नकार मूर्धन् नकारः तिष्ठति तत् स्थाने दन्ते नकारः आगच्छति एतत् उपदेश अवस्थायाम् एव भवति धात्वादेः नः नः उपदेश अवस्थायां भवति इति तत्र दत्तं खलु महोदय सम्पूर्णसूत्रं धात्वादेः नः नः उपदेश अवस्थायाम् ओके आं महोदय धन्यवादः महोदय धन्यवादः उषा अग्रे पठतु आं पठामि नटः ऋतौ इति धातुः प्रथमम् उपदेशे अजुन अजनुनासिक इत् इत्यनेन अनुनासिक अकारस्य इत् संज्ञा तस्य लोपः इत्यनेन लोपश्च नटः विकम् नट् नोनः इत्यनेन नट् मूर्धन्यनकारः दन्त्यनकारः आदेशः इति लौकिकः धातु नटति लटि नाटकः नुवलि नुवलि नटनं लुटि अस्य महत्त्वं किम् इति चेत् कार्यं कुत्रचित् अस्मिन् अवलम्ब्यते महोदय अहं किञ्चित् यत् अवगतवती तद् वदतु पर्याप्तम् I have understood what I have understood I will tell you mahodaya natan nirtau idi meaning of the natau dhatu is nirtau iti dhatu prathamam upadeshe ajanunasika iti tasya lopaha iti sutrena anunasika akarah lopaha bhavati atah nat iti avashishyate no तदनन्तरं नोनः इति सूत्रेण मूर्धन्यनकारः द प्लेस् आफ् मूर्धन्यनकारः दन्त्यनकारः आदेशः भवति नौ वि हव् अप्टेन्ड् लौकिकधातुः दट् इस् लटि इन् लटि वि केन् गेट् इट् अस् नटति नुलि नाटकः नुल् नुल् इति नुल् नाटकः लुटि वि गेट् अस् नटनं दोस् आर् आल् फार्म्स् परन्तु धातु इदानीं नट् इति अस्ति उपयोगीरूपं नट् इति प्राप्तम् ओके इदानीं कस्य पर्यायः रवि रवि चिक्कार अन्म्यूट् अग्रे पठतु उपसर्गात् उपसर्गात् समासे अपि एकनिमिषम् उपसर्गात् उपसर्गात् न हिन्दी नास्ति उपसर्गात् असमास समासे अपि अणोपदेशस्य उपसर्गस्थ उपसर्गस्थात् निमित्तात् परस्य णोपदेशस्य धातोः नस्य णः स्यात् समासे असमासे अपि अत्र सम्पूर्ण पेराग्राफ् पठतु हा तदा एव अवगमनं सम्यक् भविष्यति आधिक्येन आधिक्येन नकारादिधातवः यथा नि नयति नम नमति नश् नश्यति एते धातवः वस्तुतः उपदेशे णकारादयः सन्ति तदा अणो नः इत्यनेन लोके नकारस्य नकारादयः भवन्ति यत्र एते धातवः उपसर्गपूर्वाः भवन्ति अपि च उपसर्गे णत्वस्य निमित्तं वर्तते यथा परियोगनि तत्र यतोहि उपसर्गः पृथक् पदम् अस्ति अतः रसाभ्यां णोणः समानपदे इति णत्वविधायकसूत्रेण णत्वं न स्यात् किन्तु उपसर्गात् समासे अपि णोपदेशस्य इति सूत्रेण यत्र णोपदेश धातुः उपसर्गपूर्वकः अस्ति अपि च उपसर्गे णत्वस्य निमित्तम् अस्ति तत्र णत्वस्य निमित्तं समानपदे नास्ति चेदपि णत्वं भवति अत्र उदाहरणं पठतु यथा समासे प्रयोगनि योगल्युट् प्रनयनं प्रणयनम् अग्रिम उदाहरणं परिणामः परियोगनामः परिणामः परियोगनि योगणमुल् परिणायकः उत्सर्गात् समासे अपि णोपदेश अपवाद सूत्र अस्ति किम् अवगतवान् णकारस्य न स्थाने णकारस्य आदेशः भवति मूर्धन्यनकारस्य स्थाने दन्तव्य दन्त्यनकारस्य आदेशः नूनः सूत्रेण वयं कार्यं कुर्मः ओके तदनन्तरं किं लिखितमस्ति उपसर्गाद् असमासे अपि णोपदेशस्य एतस्य अर्थं किम् आगच्छति असमासे अपि अस्ति असमासे इति समानपद नास्ति 8414 पश्यामः 8414 किमस्ति उपसर्गादशमासेपि नोपदस्य किमस्ति अत्र उपसर्गस्य परे परे अस्ति चेत् यत्र समासः नास्ति तत्रापि णकार आदेश भवति यस्मिन् धातौ औपदेशिक अवस्थायां नकारः अस्ति तस्य नकारस्य णत्वनिमित्तकात् उपसर्गात् परः णकारः भवति तदेव वयम् उदाहरणानि पश्य दृष्टवन्तः इङ्ग्लिश् धातु विच् हास् णकारः इन् द औपदेशिक फार्म् gets natvam in the presence of an upasarga that has refa or shakara tadeva vayam atra drishtavantah pra nilut pra nayanam pra nayanam abhavat atra ni apadeshika rupe ni इति अस्ति तत् कारणात् परन्तु अत्र किं लिखितमस्ति नोणः णोणः इत्यनेन नी आगतम् अथवा पूर्वं तु किं मूर्धन्य णकारः एव आसीत् इति लिखितम् अस्ति न ङीञ् इति भवति ङीञ् धातुः औपदेशिकधातुः ङीञ् इति भवति नकारः ञकारः ञकारः ईकारः ञकारः भवति तत् ङी भवति अत्र सामान्यतया उपसर्गात् नकारः अस्ति चेत् नत्वं न भवति सामान्यतया किन्तु नोपदेशधातुः यत् अस्ति तत्रैव नकारः णकारः भवति इति सूचयति तत् यदा षत्वविधिः अस्ति नत्वविधिः ओन्लि फार् उपसर्गात् दोस् धातु दट् हाव् नकार नोपदेशधातुः यत् अस्ति तस्य नत्वं भवति उपसर्गात् टु शो देट् हि हस् डन् दट् सर्वत्र न भवति इफ् यु टेक् अ नार्मल् नकारादिधातुः विच् इस् नाट् नोपदेश देर् आफ्टर् उपसर्ग इट् विल् नाट् हेपन् असमानपदम् अस्ति असमानपदे नत्वं न भवति किन्तु उपसर्ग असमानपदम् अस्ति चेदपि नत्वम् उपदेशावस्थायाम् अस्ति चेत् तत्र नत्वं भवति असमासपदम् इत्युक्ते यदा धातुः स्वीकृत्य उपसर्गः योजयितुं शक्यते केवलं प्रातिपदिकं न धातुः स्वीकृत्य अपि कर्तुं शक्यते परित्यजति इति अत्रापि नोपदेशधातुः अस्ति चेत् नकारस्य नत्वं भवति नो चेत् न भवति सो देर् आर् टु पार्ट्स् उपसर्गात् एण्ड् असमासे टेल्स् यू इफ् अ उपसर्ग इस् एडेड् टु अ धातु उपसर्ग एण्ड् धातु इस् नाट् समास इस् ओन्लि बिट्वीन् टु प्रातिपदिकास् सुबन्त दट् इस् वाट् इट् सेस् ओके सो टु सम् एक्स्टेण्ट् दिस् इस् अण्डर्स्टेण्ड् सो नेक्स्ट् क्लास् ऐ विल् शेर् देट् आल्सो महोदय अत्र तु बहु स्पष्टता नास्ति and to add to it etasya sutrasya spashtikaranam api na dattam ha upasarga dasamase api nopadeshasya spashtikaranam sampurnam atra na praptam asti so work on it and give us that enlightenment okay it is there we don't have time today that is all that's okay next time we'll do ma yeah ekanimsham eva avashishtam asti atra nidadoho moola roopam api atra dattam chet adhigam avagamanam bhavati ni dadu moola roopam asti upadesha avasthaye ning it asti am ning moodanya nakarah asti na ञकारस्य लोपः भवति अनन्तरं नी इति अवशिष्टरूपः तद् अनन्तरं नी भवति ओके आत्मनेपदि धातुः Yeah. Okay. Anya prashna asti. Atra vayam sthagayamaha adyatana varga. So noṇam arambhastha vayam drishtavantaha natva vishaye. Ha. Parantu etasya sutrasya avagamanam kinchit kartavyam iti अहं चिन्तयामि ओके अतः सुब्रह्मण्यं महोदय अग्रिमवर्गे स्पष्टीकरणं पि पि टि सहितं दास्यति ओके तदा तु अस्माकं कृते तु बहु सुलभं भविष्यति ओके समापयामि ओके ओम् पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्यते पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॐ शान्ति शान्ति शान्तिः धन्यवादः पुनर्मिलामः गुरुभ्यो नमः नमस्कारः महोदय नमस्कारः